तर्हि अस्माकं हल्सन्धिविषयः अग्रे अनुवर्तते. गतसप्ताहे अयं विषयः आरब्धः. तत्र श्चुत्वसन्धेः परिशीलनं सञ्जातं. सूत्रं च स्तोः श्चुना श्चुः. सूत्रस्य स्मरणेन सन्धेः स्मरणं सुलभतया भवति. तर्हि सकारस्य तवर्गस्य च स्थाने षकारस्य च वर्गस्य च आदेशः भवति षकारस्य च वर्गस्य च योजनेन इति स्तोः श्चूनाश्चुः. यत्र तवर्गीयः अथवा दन्त्यसकारः कश्चन वर्णः अस्ति अपि च तस्य सम्पर्कः भवति तालव्यवर्गीयवर्णेन सह अथवा तालव्यषकारः, तत्र कार्यं भवति. किन्तु तत्र अस्माकम् अपवादः, कश्चन अपवादः आसीत् तत्र शात् इति सूत्रेण प्रश्नः भवति न तु प्रश्यः. प्रश्नः इति शब्दः खलु. षकारात् परस्य तवर्गस्य च्युत्वं न स्यात्. तत्र श्च्युत्वमिति न उक्तं, च्युत्वमिति उक्तं. तर्हि अनेन अवगच्छामः यत् सकारः अनन्तरम् अस्ति चेदपि भवति, किन्तु तवर्गस्य एव दन्त्यसकारः पूर्वं तालविषकारः अनन्तरं दन्त्यसकारः अस्ति चेत् भवति कार्यं. केन सूत्रेण? स्तोःश्चु नश्चुः तिनेन. किन्तु शात् तिनेन, शात् तोः न संहितायां. तर्हि तोः इति तु इति प्रथमान्तमिति अस्माभिः दृष्टुम् आसीत् गतिसप्ताहे. तु तु इत्युक्ते तथा दधा न, सकारः न अन्तर्भूतः. अतः षकारस्य तालव्यषकारस्य प्रभावेण पूर्वमस्ति चेदपि दन्त्यसकारस्य स्थाने तालव्यषकारादेशो भवति इति अस्माभिः दृष्टं. तत्र च किञ्चन विशिष्टम् उदाहरणम् आसीत् पुस्तके. अत्र नवविंशे पुटे छत्वसन्धिमपि अवलोकितवन्तः. भगवत् योगः शक्तिः, भगवत् शक्तिः. तत्र श्चुत्वं भवति तकारस्थाने चकारादेशः, अग्रे च विकल्पेन तालव्यषकारस्य स्थाने छकारादेशः जातः. भगवत् शक्तिः इति विकल्पेन अभवत्. अनन्तरम् अस्माभिः द्रष्टुं पश्यन् योगः शृण्वन्, तत्रापि भवति वा इति प्रश्ने सति अस्माकं सूत्रं किमस्ति सुब्रह्मण्यमहोदय? अत्र सूत्रमस्ति षच्छोटि इति महोदय. अत्र यथा भगवत् योगः शक्तिः, अत्र तु षच्छोटिः इति सूत्रमस्ति. तत्र निमित्तं किम्? अत्र निमित्तमस्ति जयः, जय् प्रत्याहारस्य केचन वर्णः प्रथमं भवेत्. अनन्तरम् अत्र षकारः भवेत्. षकारात् परतः अट् प्रत्याहारस्य केचन वर्णः भवेत्. तस्मिन् सन्दर्भे अत्र षकारस्य छकारादेशः भवति. अत्र अनेन सूत्रेण पश्यन् शृण्वन्त्यस्मिन् क्षम्यतां भवति वा? अत्र अत्र ञकारः अपि च नकारः द्वयोः अपि झय् प्रत्याहारे नास्तः अत्र. अतः षच्छोटि इति सूत्रात् तत् कार्यं तु न भवति. अतः सन्धिम् अकृत्वा पश्यन् शृण्वन् इति भवति, श्चुत्वसन्धिं कृत्वा पश्यन् शृण्वन् इति भवति. किन्तु ततः अग्रे पुस्तके लिखितमस्ति छकारः. तर्हि कुतः आगतः अयं छकारः इति चेत् करपत्रस्य अधोभागे पश्यन्तु, पूर्णतया अन्ततो गत्वा परिशिष्टमिति लिखितमस्ति. परिशिष्टम्. आम् महोदय. अस्तु, रक्षाभगिनी पठति वा? रक्षाभगिनी सूत्रं सूचितवती गतसप्ताहे. ओ, तत्र अस्ति वा इति कृत्वा कृपया भगिनि. परिशिष्टं पदान्ते नकारः, तदग्रे शकारः, संयोगः शम्भुः, चत्वारि रूपाणि, संशम्भुः, संशम्भुः, संशम्भुः, संशम्भुः, संयोगः शम्भुः, शीतुक् इत्यनेन तुकागमः विकल्पेन, संयोगः त योगः शम्भुः, स्तोहोश्चुनाश्चुः इत्यनेन तकार तुक् इति कृपया सूचयतु किमस्ति. शीतुक् पदान्तस्य नकारस्य विकल्पेन तुगागमो भवति शकारे परे, येन विधि तदन्त येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः, न पदस्य आद्यन्तौ टकितौ इत्यनेन तुक् आगमः पदान्तनकारस्य अनन्तरं, शी सप्तम्यन्तं, तुक् प्रथमान्तं, द्विपदमिदं सूत्रम्. नश्च इत्यस्मात् नः इत्यस्य अनुवृत्तिः, हेमपरे वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः, पदस्य इत्यस्य अधिकारः, योर्वो वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं, न पदस्य तुक् शी वा संहितायाम्. अत्र शी तुक् इत्यनेन सूत्रेण तुगागमः विहितः भवति नकारस्य शकारे परे विकल्पेन, पदान्तस्य नकारस्य. अपि च अयं तुग् आगमः कित् इत्यतः अत्र आद्यन्तौ टकितौ इति परिभाषासूत्रेण अयं तुगागमः नकारस्य अनन्तरम् आगच्छति. तर्हि आगमः तु नकारस्य अस्ति, तर्हि एषः आगमः कुत्र आगच्छति इत्युक्ते नकारात् परे आगच्छति, नकारस्य अनन्तरम् आद्यन्तौ टकितौ इत्यनेन भवति. सर्वे बहु समीचीनमस्ति. सर्वे कित् इति न जानन्ति, कित् अत्र तुक् इत्यस्मिन् किम् अवशिष्यते? तुक् इत्यस्मिन् तकारः एव अवशिष्यते, ककारः गच्छति, उ अगच्छति. सर्वे अवगच्छन्तु कृपया, अत्र किमपि नास्ति, अत्र अस्माकं विषयः नास्ति, किन्तु ककारः न तिष्ठति न वा उकारः. ककारः अपि अपगच्छति, किन्तु ककारः तत्र केन तेन वर्णेन कश्चन सङ्केतः लभ्यते. नाम अयं तकारः नकारात् पूर्वम् अथवा अनन्तरम् इति प्रश्ने सति तत्र एकं सूत्रमस्ति आद्यन्तौ टकितौ. अत्र अस्माकम् अवधानं नापेक्षितमस्ति, केवलम् अनेन सूत्रेण अवगन्तव्यमस्ति यत् अनेन, यतोहि तुक् इत्यस्य आगम तकारः इति आगच्छति इति कृत्वा आगमः आगमः इति वयं जानीमः. ककारः अपगच्छति, ककारः किमर्थं तुक् इति नामकरणं किमर्थं कृतमिति चेत् उकारः उच्चारणार्थमस्ति. ककारः स्थापितः पाणिनिना, येन वयम् अवगन्तुं शक्नुयाम यत् नकारस्य अनन्तरम् आगच्छेत् न तु पूर्वम्. आगमः पूर्वमपि भवितुमर्हति, अनन्तरमपि भवितुमर्हति. यदि अस्य नामकरणं तूट् न तु तुक् सूत्रमस्ति आद्यन्तौ टकेतौ, तत्र टकारः यदि स्यात् तूट् तर्हि तस्यां दशायां नकारात् पूर्वम् आगच्छति स्म, किन्तु नामकरणमस्ति तुक् ककारः टकेतौ आद्यन्तौ टकेतौ, तर्हि टकारः नास्ति अपि तु ककारः इति कृत्वा अयं तुक् आगमः टकारः अवशिष्यते यस्य नकारस्य अनन्तरम् आगच्छति. अस्तु भगिनि अग्रे संयोगः तयोगः शम्भुः. संयोगः तयोगः शम्भुः, अत्र शीतुक् इत्यनेन तुकागमः भूत्वा सः च तकारः नकारोत्तरवर्ती भवति. संयोगः तयोगः शम्भुः शीतुक् तत्र निमित्तं किमर्थम् आगच्छति एकवारं? नकारस्य तुग् आगमः भवति शकारे परे, अत्र तु संयोगः शम्भुः इत्यस्मिन् नकारः अस्ति तस्मात् पदान्तनकारात् परतः शकारः अस्ति। तत्र सन् इति पदमस्ति, सन् इति पदमस्ति, तत्र उपसर्गः अस्ति, तत् कृत्वा तत्र अथवा सत् न उपसर्गः एव, तत्र नकारः इति पदमस्ति इति कृत्वा पदान्तनकारः अस्ति, अग्रे गत्वा शकारः अस्ति इति कृत्वा तुगागमः। अस्तु अग्रे तुगागमे सति संयोगः तयोगः शम्भुः, तदा स्तोहोश्चुनाश्चुः सूत्रस्य प्रसक्तिः अस्ति, तकारात् परतः शकारः अस्ति अधुना, तदा आगमरूपेण यः तकारः आसीत् तस्य चकारत्वेन परिवर्तनं भवति, स्तोहोश्चुनाश्चुः इत्यनेन तकारस्य चुत्वादेशः, तदा संयोगः च योगः शम्भुः इति भवति। पुनः अवदन्ति खलु, अवदन्ति खलु सर्वे, तकारः अग्रे शकारः, तालव्यशकारस्य प्रभावेन तकारस्य स्थाने चकारः। अस्तु अग्रे अधुना संयोगः च योगः शम्भुः इत्यस्याम् अवस्थायामपि स्तोहोश्चुनाश्चुः इत्यस्य प्रसक्तिः अस्ति, यतोहि नकारः इति दन्त्यवर्णः अस्ति, तस्मात् परतः चवर्गीयः कश्चन वर्णः अस्ति चकारः इति, तदर्थं स्तोहोश्चुनाश्चुः इत्यनेन नकारस्य चुत्वादेशः, अतः संयोगः च योगः शम्भुः। अधुना षष्चोटि इति सूत्रस्य प्रसक्तिः, षष्चोटि इत्यनेन झयः उत्तरस्य शकारस्य अटीपरे चकारादेशः विकल्पेन, संयोगः च योगः शम्भुः इति भवति। तत्र निमित्तं किमस्ति? झयः उत्तरस्य इति, तत्र मध्ये यः चकारः अस्ति सः झय् इत्यस्मिन् अन्तर्भूतः, तस्मात् अस्ति शम्भुः, तस्य शकारः अत्र निमित्तम् अस्ति, अपि च शकारात् पर शकारोत्तरवर्ती अकारः अपि अस्ति यः अट् इत्यस्मिन् अन्तर्भूतः अस्ति, अतः षष्ठोटि इत्यस्य प्रसक्तिः अत्र। अत्र एतादृशं चिन्तनम् अस्य एतादृशचिन्तनस्य अवगमनार्थं सर्वेषां मनसि तत्र माहेश्वराणि सूत्राणि पुस्तकस्य पञ्चमे पुटे सूत्राणि सन्ति, तत्र कस्मिन् किं भवति इति पश्यति चेत् तत्र झै इति प्रत्याहारः, झै झै, तर्हि झै इति झभै नाम अष्टमं सूत्रमस्ति झभै, झ इत्यस्मात् आरभ्य तत्र द्वादशं सूत्रं कपै इति पर्यन्तं, तस्मात् पूर्वं तत्र यमगणनम् अस्ति खलु, नाम यमगणनम् अन्तर्भूतं नास्ति, तदर्थमेव आरम्भतः तत्र संयोगः शम्भुः तत्र चोटि इति सूत्रस्य प्रसक्तिः नासीत्, अतः साक्षात् शकारस्य स्थाने छकारः तत्र न कर्तुं शक्तवन्तः वयम्। किन्तु इदानीं यदा तुगागमः भवति तकारस्य स्थाने चकारः जातः, इदानीं चकारः झै इत्यस्मिन् अस्ति, झै इति तत्र वर्गीयव्यञ्जनानि पञ्चमसदस्यं विहाय तत्र क्रमेण चतुर्थ झ भ घढ द इति चतुर्थसदस्याः, अनन्तरं जबगडद इति तृतीयसदस्याः, ख फ छ ठ त इति पर्यन्तं द्वितीयसदस्याः, छट त कप इति सर्वे पश्यन्तु क्रमेण यमगणनाम् इत्यस्मात् आरभ्य वर्गीयव्यञ्जनानि प्रथमतया पञ्चमसदस्यः, अनन्तरं चतुर्थः, तृतीयः, द्वितीयः, प्रथमः इति माहेश्वरसूत्रेषु अस्ति व्यवस्था। तर्हि झ इत्यस्मात् आरभ्य झै इति प्रत्याहारः अस्ति खलु, विद्याभगिनी स्पष्टमस्ति वा? अस्तु अस्तु, तर्हि झ इति झत् यस्मात् आरभ्य कुर्मः चेत् न यकारः न वा नकारः इति कृत्वा आरम्भे न कर्तुं शक्नुवन्तः, किन्तु इदानीं चकारः अस्ति, तत्तु झय् प्रत्याहारे अस्ति खलु, प्रथमसदस्यः इति, तदर्थमस्ति कार्यम्, अस्माकं कार्यं भवति षष्ठोटि इति सूत्रेण. अनन्तरं अस्तु भगिनि अग्रे. अस्तु, षष्ठोटि इत्यनेन संयोगः च योगः छम्भुः, अधुना झरो झरि सवर्णे इत्यनेन हल् उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे संयोगः छम्भुः संशम्भुः झरोझरि सवर्णे इत्यनेन विकल्पेन चकारस्य लोपो न क्षम्यतां झरोझरि केवलं प्रथमवाक्यं झरोझरि सवर्णे हल् उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे हल् उत्तरस्य झरः लोपः इति अस्ति, तर्हि संयोगः च योगः छम्भुः इत्यस्मिन् सै इत्यस्मात् परतः परे यः चकारः अस्ति सः तु हल् उत्तर झर् अस्ति. हल् तस्य हल् उत्तर झरः सवर्णे झरि परे चकारात् परतः छकारः यः अस्ति सः सवर्णझर् अस्ति, अतः विकल्पवर्गे अस्ति इति अवगच्छन्तु. समानवर्गे अस्ति अस्तु इति कृत्वा चकारस्य लोपः भवति विकल्पेन. तत्र त्रयाणां वर्णानाम् आवश्यकता अस्ति अस्मिन् सूत्रे. प्रथमं हल् हल् इत्युक्ते व्यञ्जनं, तर्हि सै इत्यस्मिन् यकारः हल् वर्णः, अनन्तरं झर् झ इत्यस्मात् रेफ् पर्यन्तं पश्यन्तु. तत्र यथा झय् आसीत् अत्र झर् अस्ति, किञ्चित् अग्रे ततः कपै ततः अग्रे शश सर् झर् इति पर्यन्तं. तर्हि चकारः तस्मिन् अन्तर्भूतः अस्ति, अपि छकारः अपि अपि अस्ति. सवर्णः नाम तस्मिन्नेव वर्गे च वर्गस्य, तर्हि त्रयाणां वर्णानाम् उपस्थितिः अस्ति, तदर्थं विकल्पेन चकारस्य लोपः भवति इति कृत्वा रूपं किम् इति प्रथमं रूपमस्ति अधुना सुब्रह्मण्य महोदय ततः अग्रे किमस्ति लिखितम् झरो झरि सवर्णे इति सूत्रं दत्तमस्ति महोदय अत्र. सत्यं तदेव पठामि वा. इत्यनेन विकल्पेन झरो झरि सवर्णे इत्यनेन विकल्पेन चकारस्य लोपो न भवति चेत् संच्छम्भुः इति द्वितीयरूपम्. तत् कथमस्ति इति अत्र झरो झरि सवर्णे इति अत्र हल् हल् उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे इति दत्तमस्ति, अतः एकपक्षे विकल्पेन लोपः भवति, द्वितीयपक्षे लोपः न भवति. अतः यदि तं सूत्रं न उपयुज्यामः अत्र मध्ये यः चकारः अस्ति तस्य लोपः न भवति. सूत्रस्य उपयोगः अति तु भवति एव, नाम एकस्मिन् पक्षे लोपः भवति, अनेन सूत्रेण अपरस्मिन् पक्षे न भवति लोपः. अतः इदानीम् अत्र द्वितीयरूपमस्ति संच्छम्भुः, यत् ञकारः चकारः छकारः त्रयमपि भवन्ति भवति. अपि च प्रक्रिया सा एव अस्ति, तत्र पर्यन्तं गच्छन्तु. झरोझरि सवर्णे इति ततः पूर्वं यत् आसीत् तत्र पर्यन्तं गच्छन्ति चेत् रूपं सिद्ध्यति. अस्तु, समीचीनमस्ति. लक्ष्मीभगिनी अग्रे अग्रिमम् उपभागः. तस् चोटि इत्यनेन विकल्पेन चकारादेशो न भवति चेत् सञ्चम्बुः इति तृतीयरूपं तत् तावत्पर्यन्तं तत् कथमस्ति तृतीयं रूपं कथं निष्पन्नं भवति इति चोटि सूत्रं वदति न किञ्चित् इतोपि वदतु भगिनि अत्र किमस्ति अवगच्छति वा रामप्रिया भगिनी साहाय्यं करोति वा आं महोदय यदा शीतुक् अनन्तरं स्तोषुनाष्टुः तत्र यदा वयं स्थगयामः चेत् तद् रूपं तृतीयरूपम् इति न कुर्मः चेत् हा नाम षश्चोटि इति पर्यन्तं ततः नाम ततः पूर्वं प्रक्रियायां ततः पूर्वं यत् लिखितमस्ति खलु सञ् च शम्भुः इति रक्षाभगिनी प्रदर्शितवती खलु सञ् च नाम एकवारं शीतुक् तुगागमः अनन्तरं स्तुत्वं द्विवारं तावत्पर्यन्तं गच्छामः चेत् रूपम् अस्ति सञ् च शम्भुः इति तृतीयं रूपमस्ति तृतीयं रूपमस्ति अस्तु भगिनि भवती एव अग्रे महोदय अत्र अपि षष्ठोटि इति विकल्पेन अतः तदपि उपयोगं करिष्यामः खलु यथा भवान् उक्तवान् पूर्वं झरो झरि सवर्णे इति विकल्पेन चकारस्य लोपः एकपक्षे भवति अन्यपक्षे न भवति तथा एव अत्रापि षष्ठोटि इत्यनेन एकपक्षे चकारादेशः द्वितीयपक्षे चकारादेशः न सत्यम् इति अस्ति विकल्पेन न भवति इति अस्ति सर्वत्र तथा अस्ति सर्वत्र अवगन्तव्यमस्ति तथा अस्ति सर्वत्र रामपि तुक् इत्यनेन विकल्पेन शीतुक् इत्यनेन विकल्पेन तुक् आगमो न भवति चेत् सञ्शम्भुः इति चतुर्थरूपम् यदा अत्र शीतुक् इति तुगागमः विकल्पेन भवति प्रथमं संयोगः शम्भु इति यदा तद् न भवति चेत् नकारस्य स्थाने ण्यकारः स्तोश्चुनाश्चुः इति सूत्रेण आगच्छति चेत् तत् चतुर्थरूपम् इति अस्ति कोऽपि प्रश्नः वा अग्रे गच्छेम वा तत् एवं तत्र राजेन्द्रमहोदय तत्र अग्रे किं लिखितमस्ति अनन्तरम् अत्र अग्रे गच्छेम आं महोदय अत्र एवमेव यत्र यत्र पदान्ते नकारः तथा अग्रे तत्रापि वा महोदय सत्यम् एवमेव यत्र यत्र पदान्ते नकारः ततः अग्रे षकारः तत्र सर्वत्र वैकल्पिकरूपचतुष्टयं पश्यन् शृण्वन् गच्छन् शिक्षकः अत्र अवधेयं यत् अस्ति तत्र यदि यत्र पदान्ते नकारः अस्ति तत्र तत्र चतुर्विधि यथा अस्माकं निष्पन्नं जातं तत् विकल्पेन भवन्ति विकल्पेन यथा तकार आदेशः भवति तथा विकल्पेन किञ्चित् निष्पन्नं भवति तथा तथैव षोटिः तत्र तेन अपि विकल्पेन तत्र चकारस्य आदेशः भवति जरो जरि सुवर्णे तत्र हलुत्रस्य जरः विकल्पेन लोपः भवति तादृशी तत्र चतुर्विधं शब्दाः निष्पन्नं भवन्ति तत्र यत्र यत्र पदान्ते नकारः अस्ति तथा अग्रे षकारः अस्ति सत्यं यथेच्छं वयं वक्तुः इच्छायाः अनुगुणं कर्तुं शक्नुमः नाम रूपचतुष्टयमपि साधु चतुर्षु अपि यत्किमपि रूपं स्वीकरोतु तदर्थं गीतायां विभिन्नेषु पुस्तकेषु भिन्नेषु ग्रन्थेषु भिन्नरूपाणि सन्ति. अग्रे गच्छेम तर्हि. त्रिंशत् पुटे पुस्तकस्य तत्र कश्चन अभ्यासः अस्ति. अभ्यासं कृत्वा अग्रे श्रुतसन्धिः भवतु. तर्हि अत्र सरला भगिनी, तत्र अभ्यासः अस्ति. महोदय, हरिश्योगशेते हरिश्शेते भवति सकार स्तोष्णाशुचु सूत्रेण सकारस्य शकार आदेश भवति हरिश्शेते. अत्र वस्तुतः विसर्गसन्धिः अस्ति इति अग्रे हरिः प्रथमं हरिः विसर्गसन्धिः तस्य हरिस् भवति तदनन्तर शुच्वसन्धिः भवति. अस्तु, द्वितीयं करोतु. स्वाद् जनार्दनः अत्र तकार दन्तवर्गस्य अस्ति तस्य तृतीय क्रमेण च वर्गस्य ज आदेश भवति स्याद् जनार्दन भवति शुच्वसन्धि. अस्तु, समीचीनं. लक्ष्मीभगिनी, बृहत् योगः छिद्रं तत्र चकारस्य प्रभावेण तकारः चकारः भवति तदर्थं फलितमस्ति बृहत् छिद्रम् इति भवति. अस्तु, सत्यम्. अग्रे यत् योगः चन्द्रमसि तत्र चकारस्य प्रभावेण चुत्वसन्धिं कृत्वा तकारः पुनः चकारः भविष्यति केवलं चकारः भविष्यति अत्र यच्चन्द्रमसि यत् योगः चन्द्रमसि यच्चन्द्रमसि इति भवति. अस्तु, समीचीनं. बालसुब्रह्मण्यमहोदय, मृत् योगशकटिका शकारस्य प्रभावेन पूर्वं तकार दन्त्यतकारः शकार फलेभ्यक्षकार परिवर्तनं करोति मृच्छकटिका इति. सत्यं, मृच्छकटिका. एकवारम् अत्र ततः अग्रे किमपि कर्तुं शक्नुमः वा? मृच् शकटिका इति षोटि इति सूत्रेण शकार उत्तरस्य शकारः तालपि शकारः अट्टपि अस्ति तस्मात् शकारस्थाने शकारः छकारः स मृच् शकटिका इति अन्तिमरूपम् अस्ति. समीचीनमस्ति, बहु समीचीनमस्ति. विकल्पेन यतोहि मनसि सर्वेषां मनसि भवेत् यत् सन्धिः वैकल्पिकः अस्ति वाक्यस्तरे, खलु? शब्दस्य अन्तः सन्धिः नित्यः, समासे नित्यः, धातु उपसर्गयोः तत्र नित्यत्वमस्ति, किन्तु वाक्यस्तरे सङ्कल्पः भवति. वाक्यस्तरे तु अत्र चकारः मूर्धन्येन अस्ति न? मृत् युगः शकटिका इति वा? तालविषकारः तालविषकारः. तर्हि अत्र नाम किन्तु एकवारं सावधानतया मनसि अयं शृण्वन्तु. एकवारं यदा वयं निर्णयं कुर्मः यत् सन्धिं करिष्यामः, नाम संहिताविषयः संहितायां विषये इति इच्छामः, तदानीं यावत् कर्तुं शक्यते तावत् कर्तव्यमेव. एवं नास्ति यत् एकं सन्धिं कुर्मः ततः अग्रे न कुर्मः. एकवारं यदा संहिता इति विषयः आगतः अस्ति इच्छया, वक्तुः इच्छया, तदानीं यावत् भवितुमर्हति तावत् भवेदेव भवेदेव. अतः अत्र श्रुत्वसन्धिः भवति किन्तु छत्वसन्धिः न भवति, विकल्पेन न भवति इति वक्तुं न शक्यते. विकल्पेन भवति एव. अत्र रूपद्वयम् अस्ति, न कुर्मः चेदपि अनेन सूत्रेण विकल्पेन न भवति, विकल्पेन भवति अनेन सूत्रेण. तर्हि तदपि बहुवारं वयं पश्यामः, यथा एकारः पदान्ते अस्ति, ततः अग्रे अकारादि तत्र अवर्णादि अकारादि तत्र कश्चन शब्दः अस्ति, भावजनाः तत्र अकारं वदन्ति. पूर्वपरयोः पूर्वरूपादेशः भवति तत्र. तत्र अकारस्य लोपः इति न, किन्तु पूर्वरूपादेशः जातः इति कृत्वा तस्य उच्चारणं न भवेत्. अत्रापि तथा सन्धिः न अपि भवितुमर्हति, नापि भवितुमर्हति, किन्तु भवति चेत् यावत् सम्भवति तत् कर्तव्यम्. अस्तु, अग्रे गच्छामः. महोदय, प्रश्नः अस्ति. अस्मिन् उदाहरणे यथा भवान् उक्तवान् ए अनन्तरम् अकारः अस्ति, यथा वयं पूर्वं पठितवन्तः मे अच्युत् अच्युत्, यदि सन्धिं न कुर्मः तत् मे अच्युत् वक्तुं शक्नुमः. परन्तु मे सन्धिं कुर्मः मे अच्युत् एव वदामः. एवं सत्यं सत्यं सत्यम्. अन्यप्रश्नः अस्ति वा महोदय? एकः प्रश्नः अस्ति, यत् बृहत् यत् मृत् योगात् तत्र प्रथमं चष्वसन्धि कर्तुं तदनन्तरं शुच्वसन्धि भवति, तस्य रूपं भिन्नं भवति न? यच्छन्द्रमसि बृहत् छिद्रम् अस्ति, तत्र तृतीय बृहत् छिद्रं यत् चन्द्रमसि चतुर्थं. हा, बृहत् छिद्रम् अत्र जष्ट्वसन्धि, अत्र जष्ट्वसन्धिः अत्र, किन्तु ततः अग्रे छकारः अस्ति खलु, छकारः. तर्हि अनेन जष्ट्वसन्धेः अवसरः नास्ति भगिनि. खरिच इति चट्वसन्धिः, तत्र अपवादभूतसूत्रमस्ति. अग्रे नाम अद्य प्रायः करिष्यामः, इदानीं तावता अस्य चर्चा न जाता, किन्तु अत्र खरिच इति चट्वसन्धिः, अत्र अवसरः नास्ति जष्ट्वसन्धेः. अग्रे गच्छेम तर्हि. अस्तु, अजय महोदय अग्रे. योगात् योगः चलितमानसः, अत्र चकारस्य प्रभावेन तकारस्थाने चकारः आदेशः. योगात् चलितमानसः सूत्रं किम्? स्तोश्चुनाश्चुः. अस्तु, अग्रे. उद् योगः ज्वलति, अत्र जकारस्य प्रभावेन उत् तकारस्य स्थाने जकारस्य आदेशः उज्ज्वलति. बहु समीचीनमस्ति. अग्रे सावित्री भगिनी वदति वा अग्रे. महोदय, अद्य शृणोमि महोदय. अस्तु अस्तु, नास्ति चिन्ता. अत्र रविप्रकाशमहोदय वदति वा? महोदय अस्ति. अस्तु, तर्हि रविमहोदय वदति वा? अस्तु अस्तु, रविमहोदय. हा सत्यं, रविमहोदय. स्वप्नयोगः श्वसन् अत्र स्वपन् स्वपनयोगः श्वसन् अत्र स्तोश्चुनाश्चुः सूत्रेण नकारस्य ञकारः भवति स्वप्नं श्वसन् अस्ति हा महोदय ततः अग्रे अन्यत् किमपि अस्ति वा षकारस्य छकारः भवति विकल्पेन केन सूत्रेण चोटि अत्र अत्र निमित्तमस्ति वा चोटि इति किं वदति षश्चोटि षश्चोटि इति किं वदति निमित्तं किं षश्चोटि झयः उत्तरस्य अत्र नकारः झय् प्रत्याहारे अस्ति वा नास्ति तत्र तु पञ्चमवर्णः अस्ति हा झय् प्रत्याहारे नास्ति किन्तु अस्माभिः किं दृष्टम् अद्य जगन्नाथमहोदय साहाय्यं करोति वा अत्र शकार प्रथम द्वितीयपदस्य प्रथमाक्षर शकार अस्ति तत् तालव्य पदं तस्मात् स्वपन् स्वपञ् भविष्यति इति रविमहोदय उक्तवान् ततः अग्रे अन्यत् किमपि सम्भवति वा न सम्भवति इति अहं मन्ये पुष्पा भगिनी झरो झरि सवर्णे इति कुतः अत्र भविष्यति वा नाम स्वपन् स्वपञ् अस्ति चेत् नास्ति तत्तु नास्ति अस्तु अत्र सन्ध्या भगिनी वदति वा अत्र किमस्ति हे विद्यार्थी किमस्ति सूत्रम् अथवा न स्वपन् योगः श्वसन् इति अस्मिन् विषये चिन्तनं प्रवर्तमानमस्ति स्वपन् योगः श्वसन् तत्र रविमहोदय उक्तवान् यत् स्तोष्टु नाष्टुः दिनेन नकारस्य ञकारादेशं कृत्वा स्वपञ् श्वसन् इति तु भवति ततः अग्रे अन्यत् किमपि सम्भवति वा शीतुक् भवितुम् अर्हति वा इति प्रश्नः जगन्नाथमहोदय वदतु अत्र वदति पृच्छति वदति वा इदानीमेव चिन्तितवान् शीतुक् प्रायः भवितव्यम् अत्र भवितव्यम् इति न भवेत् भवेत् भवितव्यम् इति इदानीं भाविप्रयोगः भवति तदानीं यद् भवति तस्य तृतीया विभक्त्यन्तरूपं भवति अस्तु अस्तु नाम शीतुक् इति सूत्रेण भवितव्यम् अथवा सूत्रे शीतुक् इति सूत्रं भवेत् अस्तु अस्तु शीतुक् इति सूत्रं भवेत् तत्र श्वपञ् श्वसन् भवति अत्र शीतुक् सूत्रस्य प्रभावेन हा नाम यत् वयं दीर्घमार्गेण परिशीलितवन्तः इदानीं यत् चत्वारि रूपाणि सम्भवन्ति यत्र पदान्ते नकारः अस्ति ततः अग्रे षकारः अस्ति तत्र चत्वारि रूपाणि सन्ति खलु इदानीमेव वयं दृष्टवन्तः आम् आम् रूपाणि कानि तर्हि एकवारं वदतु स्वपञ् स्वपञ्श्वसन् इति चत्वारि रूपाणि सम्यक् समीचीनमस्ति महोदय. इति स्थितिः अस्ति. अस्तु सन्ध्या भगिनी अग्रिमं करोतु कृपया. सन्ध्या भगिनी महोदय, विद्या अथवा सन्ध्या महोदय? सन्ध्या भगिनी, सन्ध्या. क्षम्यताम्. अस्तु, आं क्षम्यताम्. हे विद्यार्थिन् योगः जानीहि. तर्हि न योगः च ज्ञा भविष्यति वा? ज्ञा शब्दः. तर्हि हे ञकारः, नकारस्य स्थाने ञकारः. किञ्चित् उच्चारणं किञ्चित् कठिनमस्ति, तथा अस्ति. हे विद्यार्थी जानीहि इति अस्ति. अस्तु, अग्रिमं करोतु. तत् योगः चित्, तर्हि तशब्दः योगः च शब्दः अस्ति. तकारस्य स्थाने किं भवति? तकारस्य स्थाने छ शब्दः. शब्दः इति न, वर्णः. च इति वर्णः अथवा चकारः. तकारस्य स्थाने चकारः. सच्चित्. तत्र सूत्रं किमस्ति, स्मरति वा? नाम बहु दीर्घः अस्ति. प्रथमं सूत्रं तर्हि आम् अस्ति. प्रथमसूत्रस्य नाम खलु नाम श्रुत्वा सन्धिः. श्रुतसन्धिः. तत्र सूत्रं किं? स्तोः स्तोः श्चुना स्चुः. इति सूत्रं बहु समीचीनमस्ति. अग्रे गच्छेम तर्हि. विद्याभगिनी अग्रे किमस्ति? श्रुत्वसन्धिः. एतानि उदाहरणानि परिशीलयत. बृहत् योगः ईका, बृह योगः तकारः, योगः तकारः योगः ईका, बृह योगः तकारः योगः तकारः योगः ईका, बृहत् टीका. इति स्थितिः. अत्र किम् अभवत्? अत्र तकारस्य स्थाने तकारादेशः भवति तकारस्य प्रभावेन. बहु समीचीनमस्ति. नाम अत्र मूर्धन्यवर्णस्य प्रभावेण दन्त्यवर्णस्य स्थाने मूर्धन्यादेशः भवति इति श्रुत्वसन्धिः. तर्हि अत्र सूत्रं किमिति? अत्र सूत्रं ष्टुनाष्टुः. दन्त्यसकारस्य सवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः सवर्गीयवर्णादेशश्च भवतः मूर्धन्यषकार सवर्गीयवर्णयोः योजनेन. अस्य अर्थः कः? यदि प्रथमं दन्त्यसकारः अथवा तवर्गस्य कोऽपि वर्णः अस्ति, तदनन्तरं यदि मूर्धन्यषकारः अथवा ट वर्गस्य कोऽपि वर्णः अस्ति चेत् तदा दन्त्यसकारस्य स्थाने मूर्धन्यषकारादेशः भवति. तवर्गस्य तवर्गीयवर्णस्य स्थाने तवर्गीयवर्णादेशः भवति, क्रमेण भवति. तकारस्य स्थाने तकार, थकारस्य स्थाने थकारः, दकारस्य स्थाने दकारः, धकारस्य स्थाने ठकारः, नकारस्य स्थाने णकारः. हा, इति अस्ति. अपि च मनसि भवेत् यत् यथा श्चुत्वसन्धिः आसीत् अत्र श्चुत्वसन्धिः अपि एवमेव अस्ति, यत् पूर्वं मूर्धन्यवर्णः अथवा अनन्तरम् अपि मूर्धन्यवर्णः. नाम तत्र किं पूर्वं किम् अनन्तरम् इति न उक्तं, केवलं योजनेन इति उक्तमस्ति. यत्र तृतीया विभक्तिः अस्ति, तृतीयविभक्तिः इति संयोजनं, तत्र यत्र योजनमिति विषयः, तत्र किं पूर्वं किम् अनन्तरमिति न उक्तम्. अष्टुट्टुसन्धिविषये तत्र अग्रे नाम पूर्वं तकारः अथवा अनन्तरं तकारः, पूर्वं चकारः अनन्तरं चकारः इति एतत् सर्वं भवति स्म. किन्तु शात् इति सूत्रेण प्रश्नः न तु प्रश्नः नाम कुत्रचित् न भवति स्म. श्चुट्टुसन्धिः विषये शात् इति सूत्रेण प्रश्नः भवति न तु प्रश्नः इति अस्माभिः दृष्टं खलु. अत्रापि ष्टुनाष्टुः इति सूत्रेण किं पूर्वं किम् अनन्तरम् इति न उक्तं, किन्तु ततः अग्रे सूत्रद्वयमस्ति येन नियमनं क्रियते, नाम तत्र सीमा अस्ति कुत्र न भवति इति. किन्तु ष्टुनाष्टुः इति सूत्रेण अस्ति, नाम क्रमः न उक्तः. अपि च तत्र भवती यथा उक्तवती, यथा सङ्ख्यमनुदेशः समानम् इति सूत्रेण क्रमेण तथा दधा न इत्येषां वर्णानां स्थाने टठ डढ अण इति भवति. अपि च सकारस्थाने मूर्धन्य षकारादेशः. अस्तु, बहु समीचीनमस्ति. आम्, शात् इति अपवादसूत्रं वा नियमसूत्रम् इति स्वीक्रियते वा? अत्र नियमसूत्रं नास्ति. नियमसूत्रम् इत्यनेन पुनः उच्यते, पुनः कथनं. नियमसूत्रम् एकं विशिष्टप्रकारस्य सूत्रमस्ति. नियम अत्र तस्य उदाहरणं नास्ति. पुनः किमपि क्रियते, पुनः उच्यते, मया एवमेव नियमनम् इति उक्तमस्ति. तत्र तत्र शास्त्रीयरीत्या नियमनम् इति न वक्तव्यमस्ति. अत्र नियमसूत्रं नास्ति, अपवादसूत्रमस्ति. यतोहि स्तौष्टुनाष्टुः इत्यस्य प्रसक्तिः अस्ति, नाम प्रश्योगः न इत्यस्याम् अवस्थायां तत्र स्तौष्टुनाष्टुः इत्यनेन सूत्रेण प्रश्यः इति भवति स्म. शात् इति न भवति चेत् निरवकाशत्वम् अस्ति इति कृत्वा शात् इति भवति इति कृत्वा अपवादभूतसूत्रमस्ति. अत्र नियमसूत्रं भवति चेत् अन्यत्र कुत्रचित् वदामि, अत्र नास्ति. अस्तु, तर्हि ष्टुनाष्टुः इति सूत्रमस्ति. अत्र सर्वस्य पठनस्य आवश्यकता न स्यात्. अनुवृत्तिसहितसूत्रमिति भगिनी पठतु कृपया. विद्याभगिनी, अनुवृत्तिसहितसूत्रं स्तोः ष्टुनाष्टुः संहितायां स्तोः षष्ट्यन्तम् इत्युक्ते स्थाने, ष्टुना तृतीयान्तम् इत्युक्ते संयोजनं, ष्टुः प्रथमान्तम् इत्युक्ते आदेशः. इत्युक्ते यदि प्रथमं सकारः अथवा तवर्गस्य वर्णः अस्ति, तदनन्तरं मूर्धन्यषकारः अथवा टु इत्युक्ते टवर्गस्य वर्णः अस्ति चेत् तदा ष्टुनाष्टुः इति कार्यं करोति. हा अस्तु, बहु समीचीनमस्ति, तथैव तथैव अस्ति भगिनि, बहु सम्यक्. वा तर्हि अत्र उदाहरणत्रयमस्ति, राजेन्द्रमहोदय तत्र पठति वा उदाहरणत्रयमस्ति. करपत्रे महोदय, करपत्रे. बालयोगषष्ठः, अत्र तु सकारः दन्तीसकारः अस्ति, अनन्तरं मूर्धन्यषकारः अस्ति. अत्र तावत् दन्तीसकारस्य मूर्धन्यषकारः भवति, तत्र बालषष्ठः षष्ठः. हा, तत्र विसर्गः आसीत् बालः, उपसर्ग तत्र विसर्गसन्धिं कृत्वा विसर्गस्य स्थाने दन्त्यसकारादेशः जातः, बालषष्ठः. तत्र मूढन्यषकारस्य प्रभावेण दन्त्यसकारस्य स्थाने मूढन्यषकारादेशः. अस्तु, अग्रे. बृहत् योगटीका, अत्र दन्तीटकारः अस्ति, अनन्तरं मूर्धन्यटकारः अस्ति, तत् तत्कारणात् अत्र तकारस्य टकारः जातः, मूर्धन्यटकारः जातः, तत् बृहट्टीका निष्पन्नं भवति. हा, तत्र प्रथम उदाहरणद्वये दन्त्यसकारः पूर्वः अस्ति, दन्त्यत्तकारः पूर्वः अस्ति, मूर्धन्यवर्णः अनन्तरमस्ति. किन्तु तृतीयम् उदाहरणं पश्यतु. आकृष् योगतः, अत्र मूर्धन्यषकारः पूर्वम् अस्ति, अनन्तरं दन्तीतकारः अस्ति, परन्तु अत्रापि तकारस्य टकारः जातः, मूर्धन्यटकारः जातः दन्तीतकारस्य, तत्र आकृष्टः निष्पन्नं भवति. यथा भवान् पूर्वम् उक्तवान् तत् पूर्वम् अस्तु भवतु अथवा अनन्तरं भवतु, तत् कोऽपि तथैव प्रक्रिया तथैव भवति तत्र अष्टुनाष्टुः तत्र सूत्रेण. हा हा, तर्हि अत्र यथा अस्तोः अष्टुनाष्टुः इति सामान्यसूत्रमस्ति, अनन्तरं शात् इति तस्य अपवादभूतसूत्रमस्ति, एवमेव ष्टुनाष्टुः इति सामान्यसूत्रमस्ति, ततः अग्रे एकम् अपवादभूतसूत्रमस्ति. नाम यत्र ष्टुनाष्टुः इति भवति स्म तत्र अग्रे सूत्रद्वयमस्ति. सरला भगिनी कृपया. भगिनी अस्ति? हरि ओम्. अस्तु, तर्हि लक्ष्मी भगिनी. तोः षि तवर्गस्य स्तुत्वं न स्यात् षकारे परे. तस्य अर्थः कः? अत्र तोः इत्युक्ते तोः षष्ट्यन्तम् इत्युक्ते तुः, तुः इत्युक्ते तवर्गीयव्यञ्जनानि. अत्र द्वौ षष्ट्यन्तं षि सप्तम्यन्तं द्विपदमिदं सूत्रम् इति अस्ति. इत्युक्ते एतत् स्तुनास्तुः इत्यस्य निषेधितसूत्रम् एतत्. हा, अत्र अपि च मया किं वक्तव्यमस्ति, मम अपि दोषः जातः. अत्र शात् इति अपि अपवादभूतसूत्रं नास्ति. अत्र अत्र अस्माकम् इदानीं भाषावर्गे इतोपि महत्त्वम् अधिकमहत्त्वं नास्ति, किन्तु शात् न नियमसूत्रं, न वा अपवादभूतसूत्रम्, अपि तु निषेधकसूत्रं. प्रथमतया उपरि स्तोः अष्टुनाष्टुः इत्यनेन विधिना विधिसूत्रेण प्रस् योगः न इत्यस्मिन् प्रश्नः इति भवति. भवति इत्युक्ते कार्यं विधीयते, किन्तु शात् तदानीं निषेधयति. नाम यावत् स्तोः अष्टुनाष्टुः इति कार्यं न आगच्छेत् तावत् शात् इत्यस्य किमपि कार्यं नास्ति. प्रस् योगः न, तत्र षकारात् परस्य तकारस्य च्युत्वं न स्यात्, किन्तु च्युत्वस्य विधानमेव न जातं, तर्हि निषेधस्य का आवश्यकता? तद् इति कृत्वा अत्र अपवादसूत्रं नास्ति, अपि तु निषेधकसूत्रं, विधिसूत्रं, निषेधकसूत्रं. प्रथमतया स्तोः अष्टुनाष्टुः कीदृशं सूत्रं महोदय? निषेधकसूत्रं. निषेधक निषेधयति. प्रथमतया विधिः भवति स्तोहुष्टुनश्चुतिनेन, अनन्तरं शातितिनेन निषेधः भवति, निषेधः भवति, निषिद्धः कार्यं निषिद्धम् इति कृत्वा क्रमेण भवति स्तोहुष्टुनश्चुतिन विधीयते, अनन्तरं शातितिनेन निषिध्यते। तत् एवमेव अत्रापि ष्टुनाष्टुहुतिनेन तत्र मुडण्यादेशः भवति, अनन्तरम् अत्र तोहुषितिनेन निषेध्यते, निषेधकसूत्रमस्ति। तवर्गस्य ष्टुत्वं न स्यात् षकारिपरे यावत्पर्यन्तं ष्टुत्वसन्धिः न विधीयेत तावत्पर्यन्तम् इदं सूत्रं निरार्थकमस्ति, तस्य न किमपि कार्यमस्ति। एकवारं यदा विधिः आगत्य नाम तत्र प्रयासं करोति तदानीं तोहोषी वदति न न अत्र नास्ति, अत्र नास्ति। अनुवृत्तिसहितसूत्रं भगिनि। महोदय एकः प्रश्नः अस्ति, किञ्चित् संशयमस्ति मम मनसि, संशयः अस्ति। यदा षट्नाष्टुः सूत्रस्य प्रसक्तिः अस्ति तस्मिन् अवस्थायां तत् शात् अपि कार्यं करोति वा अथवा तस्य प्रसक्तिः नास्ति, तोहोषिः एव कार्यं करोति निषेधकसूत्रं सूत्रेण? नाम अत्र प्रथमतया अग्रे उदाहरणम् आगच्छति, पश्येम इति। लक्ष्मी भगिनी, अनुवृत्तिसहितसूत्रमिति तौः षि नास्तुः संहितायाम्, अत्र तौः इत्युक्ते षष्ट्यन्तं तवर्गीयव्यञ्जनानां स्थाने षकारः परे चेत् नास्तुः इत्युक्ते संहितायां विषये स्तुः न भवति, तत्तु स्तुः न आदेशः भवति। बहु समीचीनमस्ति, अग्रे उदाहरणमस्ति, पश्यतु। भवान् योगः षष्ठः, भवान् षष्ठः, नकारस्य नकारादेशो न भवति। किमर्थम्? किमर्थं न भवति? आं महोदय, तोहुषि इति सूत्रेण इति सूत्रेण तवर्गः तवर्गीय कश्चन वर्णः प्रथमम् अस्ति चेत्, अनन्तरं षकारः अनन्तरमस्ति चेत्, यद्यपि अत्र राजेन्द्रमहोदयस्य अत्र प्रश्नस्य उत्तरम् अत्र अस्ति, शुनाष्टुः इति अस्य प्रसक्तिः अस्ति, शुनाष्टुः इति सूत्रम् आगच्छति अत्र, अनन्तरं तोहोषि निषेधयति। प्रथमतया शुनाष्टुः, अनन्तरं तोहोषि। शुनाष्टुः इति नकारस्थाने अणकारः भवति स्म, अनन्तरं तोहुषि वदति यत् अत्र भोः न भवति। समीचीनम्, अस्तु, अग्रे गच्छेम। बालसुब्रह्मण्यं वदति अग्रे। किन्तु कुत्र भवति वा कुत्र न, नकार केवल तवर्गीय नाम अत्र सूत्रं दृष्ट्वा वदतु। तोहुषि, तोः इत्युक्ते तथा दधन् नाम इति पञ्चसु वर्णेषु अन्यतमः कश्चन अस्ति चेत् तथा दधन पूर्वम् अनन्तरं मुडनषकारः अनन्तरम् इति चेत् स्तुनष्टुः इत्यस्य अवसरः न भवति। स्पष्टमस्ति? अन्ये चत्वारि वर्गीयव्यञ्जनानि स्थाने अष्टुनाष्टुः भवति इति नाम तत्र अष्टुनाष्टुः सर्वत्र कार्यं कर्तुम् उद्युक्तः भवति, किन्तु अत्र तोहुषि वदति यत् प्रथमं क्रमे नाम प्रथममस्ति तथा दधा न, अनन्तरमस्ति षकारः, तत्र न भवति ष्टुनष्टुः, न केवलं नकारः अपि तु दध दध न इति पञ्चसु वर्णेषु यः कोऽपि अस्ति चेत् प्रथमम् अनन्तरं षकारः तत्र ष्टुनष्टुः नाम तत्र तस्य प्रयासः अस्ति किन्तु साफल्यं न भवति यतोहि तोहषि वदति यत् अत्र बहु भवतः कार्यं नास्ति. अस्तु षकारः अनन्तरम् इदानीं नकारः पूर्वम् अनन्तरं टकारः अस्ति चेत् ष्टुनष्टु तत्र तोहषि इत्यस्य तत्र बाधा नास्ति. बाधा केवलम् अग्रे षकारः अग्रे ढाढाढाढाणा अस्ति चेत् तत्र बाधा नास्ति. अस्तु अग्रे बालसुब्रह्मण्यम् अग्रे अन्यत् अन्य निषेधसूत्रं पदान्तात् तोरणं पदान्तात् तवर्गात् स्तोहोष्टुः न स्यात् नाम नकारं वर्जयित्वा नामः नकारं वर्जयित्वा सो पदान्ततवर्ग उत्तरस्य स्तोहोष्टुः नकारं वर्जयित्वा स्तोहोष्टुः न स्यात् इति थ थ द ध केवलं चतुर्षु वर्णः एव ष्टुनोष्टुः न कार्यं करोति. ष्टुनाष्टुः इत्यस्य निषेधकसूत्रं न अव्ययपदं पदान्तात् पञ्चम्यन्तं तोः पञ्चम्यन्तम् अनां युक्तषष्टिकं पदम् अनेकपदमिदं सूत्रम् स्तोः चुनाष्टुः इत्यस्मात् स्तोः इत्यस्य अनुवृत्तिः ष्टुनाष्टुः इत्यस्मात् ष्टुः इत्यस्य अनुवृत्तिः तयो वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पदान्तात् स्तोः स्तोः पदान्तात् तोः स्तोहोष्टुः न अनां संहितायाम् अर्थः कः पदान्तखभार्ग उत्तरस्य ष्टुः न स्यात् इत्युक्ते ष्टुत्वं न सम्भवति परन्तु नकारं वर्जयित्वा नकारवर्जयित्वा नाम इति कश्चन प्रत्ययः अस्ति यथा मनुष्याणां बालानां इति वाहनानां तत्र नाम इति कश्चन प्रत्ययः अस्ति नाम इत्यस्य नाम नामः इति षष्ट्यन्तं पदमस्ति नामः नाम इति प्रत्ययस्य इति अर्थः नाम इति प्रत्ययस्य नकारं वर्जयित्वा नाम तत्र भवति नाम पदान्तात् टवर्गात् स्तोहुष्टुः न भवति इति निषेधयति किन्तु तत्र नकारः तत्र नाम इत्यस्य नकारः अस्ति चेत् भवति. तर्हि प्रथमं टठाढाढाण इति अस्ति चेत् सामान्यतया अत्र अनेन नाम महान् निषेधः अस्ति खलु प्रथमं टठाढाढाण इति अस्ति चेत् न भवति प्रथमं षकारः अस्ति चेत् भवति. तर्हि अनेन सूत्रेण यद्यपि स्तोहुष्टु नष्टुः इति वदति यत् पूर्वमस्ति चेत् अनन्तरमस्ति चेदपि भवति यथा आकृष्टः इति उदाहरणमासीत् पूर्वं षकारः किन्तु पश्यतु तत्र स्तोहुष्टुनष्टुः इत्यस्य उदाहरणेषु न किमपि उदाहरणमस्ति यत् प्रथमं टठढठण केवलं प्रथमं षकारः प्रथमं टठढठण इति अस्ति चेत् अनेन सूत्रेण न भवति निषेधः अस्ति. अस्तु समीचीनमस्ति. तर्हि पदान्तात् टोः स्तोः ष्टुः न अनां संहितायां तत्र अनाम् इति नाम अस्ति चेत् भवति अत्र. अजयः महोदय, अत्र उदाहरणमस्ति अत्र षट् योगः सन्तः, षट् सन्तः सकारस्य शकारादेशो न भवति. हा, यत् स्टुनाष्टुः तिनेन भवति स्म, किन्तु किन्तु अत्र किम् अभवत्? परान्तात् तकारः भवति. इत्युक्ते षट् इति एकं पदमस्ति, षट् इति एकं पदमस्ति, पदमस्ति इति कृत्वा पदमस्ति अपि च तस्य अन्तिमवर्णः टकारः, तदर्थम् अग्रे दन्त्यसकारस्य स्टुत्वं न भवति. अग्रिम उदाहरणं षट् योगः तरुणाः, षट् तरुणाः तकारस्य तकारादेशो न भवति. हा, इति निषेधयति इदं सूत्रम्. आम्, न पदान्तात् तोरणाम् इति अस्ति, न पदान्तात् टोः अनाम्. इदानीम् अनाम् इति अस्ति. सुब्रह्मण्यं महोदय अग्रे. आं महोदय, परन्तु षण् योगः नाम षण्णाम्, अत्र इदानीम् अत्र न पदान्तात् टोरनाम् इत्यस्मिन् सूत्रे अत्र अनाम् इत्युक्ते नाम इति वर्जयित्वा इत्युक्ते अत्र स्तुनाष्टुः इत्यस्य कार्यं भवति एव, अतः अत्र दन्त्यनकारस्य स्थाने मूर्धन्यणकारः मूर्धन्यणकारस्य प्रभावेन अतः षण्णाम् इति निष्पन्नं भवति. तथा एव षण् योगः नवतिः षण्णवतिः, षण् योगः नगर्यः षण्णगर्यः. अत्र अनेन वार्तिकेन नवतिः नगर्यः इति द्वौ शब्दौ अपि अन्तर्भूतापवादौ, अनाम् नवति नगरीणामिति वाक्यम् इत्युक्ते यत् नाम् इत्यस्मिन् कृते इत्यस्यां कृते भवति तथा एव नवतिः नगर्यः अपि स्वीकुर्मः. तर्हि त्रिषु स्थलेषु अनाम् नवति नगरीणामिति वाच्यमिति वार्तिकेन अत्र नवतिः नगर्यः अपि यथा नाम् तथा एव, अतः अत्रापि नवतिः इत्यस्मिन् नकारस्य मूर्धन्यणकारः नगर्यः इत्यस्य नकारस्य मूर्धन्यणकारः पूर्वं यः मूर्धन्यणकारः अस्ति तस्य प्रभावेन. हा, बहु समीचीनमस्ति. इति पुस्तके यावत् अस्ति अत्र करपत्रे प्रदर्शितमस्ति. मतमस्ति यत् करपत्रे इतोपि सौलभ्यमस्ति, यतोहि पुस्तके सूत्रं नास्ति. सूत्रं नास्ति इति नास्ति चेत् काठिन्यमस्ति, नाम कथमस्ति, किमर्थमस्ति इति प्रश्नः भवति. किन्तु अस्तु, पुस्तके तथापि सुब्रह्मण्यं महोदय, तत्र पुस्तके एकत्रिंशत् पुटे सर्वोपरि उदाहरणम् इति एकवारं पश्यतु. विस्योगः स्थितं महोदय. हा, विस्योगः स्थितं, वियोगः स योगः स्थितम्, अत्र वियोगः षयोगः स्थितम्. अत्र सकारस्य मूर्धन्यषकारः प्रथमम्, अत्र अधोभागे किञ्चित् दत्तमस्ति, वियोगः वियोगः पूर्णया अधोभागे पठामि वा महोदय, नो चेत् द्वितीयपङ्क्तिं वियोगः षयोगः थयोगः इतम् इदानीम् अत्र थकार षकारयोर् संयोजनेन थकारस्य ठकारः भवति ष्टुना ष्टुः इति सूत्रेण, अतः अत्र वियोगः षयोगः ठयोगः इतं विष्ठितम् इति रूपं निष्पन्नं भवति. अत्र तोहोषि इति निषेधः नास्ति वा? तोहोषि इत्यनेन अत्र निषेधं न महोदय, किमर्थं चेत् अत्र यः षकारः अस्ति तत्तु पूर्वमस्ति, थकारस्य पूर्वमस्ति, अतः तोहोषिः तोहोषि इत्यस्य प्रसक्तिः एव न भवति अत्र. हा हा हा अस्तु, धन्यवादः. इति अस्ति, समीचीनमस्ति. इदानीं केवलं यथा उदाहरणं प्रदर्शनमस्ति, अत्र नितराम् अस्पष्टता अस्ति इति अहं मन्ये. विस्योगः स्थितं वस्तुतः अत्र स्थितिः तथा नास्ति. स्थितिः अस्ति वि इति उपसर्गः, अनन्तरं स्थितं वि स्थितम् इति प्रदर्शनीयम् आसीत्. वियोगः स्थितम् इति स्थितिः, अत्र सूत्रं दीर्घसूत्रमस्ति, अस्य सूत्रस्य अपि च अस्मिन् वर्गे आवश्यकता नास्ति, नाम परिशीलनार्थम् आवश्यकता नास्ति. किन्तु अर्थः एवमस्ति यत् यत्र उपसर्गः अस्ति तस्य च उपसर्गस्य अन्तिमवर्णः ईकारः अथवा उकारः, तस्यां दशायां ततः अग्रे केचन दातवः सन्ति. अत्र धातूनां सूचना अस्ति अधोभागे, सूत्र दीर्घसूत्रमस्ति खलु, तत्र केवलं धातूनां सूचना, नाम के दातवः इकारान्त अथवा उकारान्त उपसर्गात् अनन्तरम् आगच्छेयुः, येन प्रथमसकारस्य स्थाने मूलन्यषकारादेशः स्यात् इति तावदेव अस्ति. अत्र किमपि नास्ति, श्रुत्वस्य प्रसङ्गः एव नास्ति, नाम विषयान्तरमस्ति. किन्तु वियोगः स्था धातुः, अत्र स्था इति तस्मिन् सूत्रे अस्ति, स्था इति मध्यमभागे पश्यति चेत् स्था इति दृश्यते सूत्रे अधोभागे स्था. आं महोदय, अत्र उपसर्गात् इति सूत्रमस्ति. अत्र यथा आदेशप्रत्यये अस्माकं व्याकरणवर्गे आदेशप्रत्ययोः तेन षट्वादेशः कुत्र कुत्र भवति, आदेशप्रत्यययोः इति सामान्य आदेशः अस्ति, किन्तु बहुषु स्थलेषु षट्वं भवति, न केवलम् आदेशप्रत्ययोः. अत्रापि नाम अत्रापि उपसर्गात् इति अनेन सूत्रेण अपि एषु धातुषु सकारस्य षट्वं भवति, ईकारान्त अथवा उकारान्त उपसर्गः अस्ति चेत् तावदेव अस्ति. हा अस्तु, समीचीनमस्ति. अग्रे गच्छेम तर्हि. रामप्रिया भगिनी अस्ति वा? आं महोदय. आम् आम्. ततः अग्रे तत्र अग्रे किं लिखितमस्ति पुस्तके किल? आम्. शकार टवर्गाभ्यां योगे सकारस्य शकारः, टवर्गेण योगे टवर्गस्य टवर्गादेशो भवति. इतिष्टु नाष्टुः, किमपि नूतनं नास्ति खलु. ष्टुत्वसन्धिः तत्र उक्तमस्ति. ततः अग्रे निषेधः. निषेधः वयं कृतवन्तः, अत्र पुनः दत्तमस्ति, किन्तु सूत्रं न दत्तमस्ति. तोहोषि अपि च न पदान्ताट्टोरनाम् इति सूत्रं न दत्तमस्ति, किन्तु उदाहरणानि तानि एव सन्ति. एतत् सर्वं यथा अस्माभिः दृष्टं, नूतनं किमपि नास्ति. पुनः न पठामः यतोहि तत्र समयस्य अभावः, नूतनं किमपि नास्ति. वर्गस्य अनन्तरं तत्र पश्यन्तु, अत्र उदाहरणानि तानि सन्ति, तत् सर्वमस्ति तथा, किन्तु सूत्रस्य अभावे काठिन्यमस्ति अवगमनार्थम्. अस्तु, किञ्चित् अभ्यासं कुर्मः. रिक्तस्थानानि पूरयत भगिनि. तत् योगः टीका, अत्र मूर्धन्य टवर्गः अस्ति, तस्य प्रभावेण तकारः टवर्गः इति आदेशः भवति, तत् टीका इति अस्ति. द्वितीयं करोतु. शरद् योगः डम्बरः, अत्रापि मूर्धन्य शरद् योगः डम्बरः इति रिक्तस्थाने अस्ति, शरड्डम्बरः इति अस्ति. अस्तु, रक्षा भगिनी अग्रे उदाहरणद्वयम्. उट्टङ्कनम् इति अस्ति तत्र, तर्हि उत् योगः टङ्कनं, टकारस्य प्रभावेन तकारस्य टकारत्वेन परिवर्तनम् उट्टङ्कनम्. पक्षिन् टिट्टिबः, तत्र तोषि इत्यस्य प्रसक्तिः नास्ति. पक्षिन् टिट्टिबः, पक्षिन् टिट्टिबः, तर्हि नकारस्य स्थाने नकारः, पक्षिन् टिट्टिबः. समीचीनमस्ति. नाम मनसि निधाय सूत्रद्वयं, तोः शी कुत्र अस्ति, नापदान्तात्तोरणां कुत्र अस्ति इति, नाम अत्र अस्ति न वाति मनसि निधाय अग्रे गन्तव्यमस्ति. समीचीनम्. अग्रे रविप्रकाशमहोदय अस्ति वा? अस्तु, सन्ध्या भगिनी. सावित्री भगिनी वक्तुमिच्छति वा? न महोदय. अस्तु अस्तु, कृपया वदतु भगिनि. स्टुत्वसन्धिः, स्टुत्वसन्धिः. अस्तु, रवि महोदय, सन्ध्या भगिनी करोति वा? आम्, अहमस्मि. आम्, स्याद् योगः रिक्तस्थान. तर्हि डका रिक्तस्थाने डका भविष्यति. ढकारः, अत्र ढकारस्य प्रभावेन ढकारस्य अथवा ढकार ढकारस्य प्रभावेन किमस्ति? स्यात् इति अस्य ढकारस्य नाम अत्र स्टुट्वसन्धिम् अवगच्छति वा? किं किं भवति? किञ्चित् अवगच्छामि. अस्तु, रविमहोदय साहाय्यं करोति वा? अत्र किम् अभवत्? अत्र दकारस्य स्थाने दकारः अभवत्. किमर्थम्? सत्यं. सर्वे पश्यन्तु, अत्र किमपि नास्ति. स्टुत्वसन्धिः अपि च स्टुत्वसन्धिः अपि च स्टुत्वसन्धिः उभयत्र तवर्गीयस्य अपि च सकारस्य स्थाने आदेशः भवति तालव्यवर्णस्य अथवा मूर्धन्यवर्णस्य प्रभावेण. काठिन्यं नास्ति. अत्र दकारः दन्त्यवर्णः अस्ति, ततः अग्रे ढ मूर्धन्य ढकारः अस्ति. ढकारस्य प्रभावेण दकारस्य स्थाने मूर्धन्य टकारादेशः. सन्ध्या भगिनी अवगच्छति वा? आम्, तर्हि प्रथम द अस्ति ढक्का, इदानीं ढक्का. न न न, ढक्का ढक्का एवमेव आसीत् यथा यथा दृश्यते. ढक्का पूर्वमपि आसीत्, अनन्तरमपि अस्ति. ढक्का परिवर्तनं कुत्र जातं? दकारस्य स्यात् इति अस्य दकारस्य परिवर्तनम्. आम् अस्तु आगच्छामि. अग्रिमं करोतु. लैङ् रिक्तस्थानयोगः तः आविष्टः आवेश्योगः तः. तर्हि कस्य प्रभावेन किं जातम्? पूर्व सा अभवत् स शब्दः कस्य वर्णस्य परिवर्तनम्? पुनः तकारः खलु महोदय, एषः प्रश्नः न अवगच्छामि. नाम वर्णद्वयमस्ति, आवेशयोगः तः, तत्र मुदनशकारः, ततः अग्रे दन्त्यतकारः. द्वयोः वर्णयोः मध्ये, शकारतकारयोः मध्ये कस्य परिवर्तनम्? तकारस्य परिवर्तनं. शकारः यथावत् तिष्ठति, पूर्वमपि शकारः अनन्तरमपि शकारः, परिवर्तनं नास्ति. गुडनशकारस्य प्रभावेण दन्त्यतकारस्य स्थाने मुदन आरम्भे अपि षकारः, अनन्तरमपि षकारः. अग्रे तत्र आरम्भे दन्त्यसकारः यदि स्यात् तदानीं दन्त्यतकारस्य परिवर्तनं न भवति स्म. पूर्वं मूर्धन्यषकारः आसीत् इति कारणतः एव दन्त्यतकारस्य स्थाने मूर्धन्यटकारादेशः भवति. ओ ओके, अवगच्छामि. तर्हि यदि श अस्ति प्रथम, अनन्तरं त शब्दः ट भविष्यति. सत्यम्. इति अस्ति. विपरीतत्वेन भवति स्म, विपरीतत्वेन अपि इष्टुनाष्टुवतिनेन, नाम पूर्वं तकारः अनन्तरं मूर्धन्यषकारः इति चेत् भवति स्म श्रुणाष्टुभतिनेन, किन्तु तोहोषि इति सूत्रेण न भवति. तोहोषि तत्र पूर्वं तकारः अनन्तरं षकारः, नाम क्रमः कः, किं पूर्वं किम् अनन्तरम् इति. किन्तु भवती यद् उक्तवती तत् सत्यं. रविमहोदय अग्रे. धनवान् योगः षष्ठः, अत्र सूत्रस्य प्रसक्तिः अस्ति, किन्तु तोषि इति सूत्रेण निषेधः भवति. धनवान् षष्ठ. बहु समीचीनमस्ति महोदय, तथैव. तत्र ष्टुनष्टुः इत्यनेन ष्टुत्वं भवति स्म, किन्तु तोषि इत्यनेन निषेधः. अस्तु, जगन्नाथमहोदय अग्रे. रिक्तस्थानयोगटिप्पणी, सट् टिप्पणी इति, सत् योगटिप्पणी, सट् टिप्पणी इति भवति. अष्टुनाष्टुः प्रभावेण टकार भवति. अत्र निषेधकसूत्रं नास्ति. तोहोषि अथवा नापदान्तात् तोरणां, नापदान्तात् तोः अथवा तोहोषि. तोषि अत्र षकारः नास्ति, तोषि न भवति. पदान्तात् तोः इति पदस्य अन्ते ट तकारः नास्य पदस्य आरम्भे एव अस्ति. बहु समीचीनं, बहु सम्यक् अस्ति, तथैव अस्तु, मनसि भवेत्. पुष्पा भगिनी अग्रे अन्तिमम्. वुड् डयनम्, वुड् योगः डयनम् अस्ति, सम्यक् चकार. पूर्वं किमस्ति, पूर्वं किमस्ति? उद् योगः डयनम्. उद् दकारः, दन्तिदकारः. किम् अभवत्? दकारः दकारः आयात् आदेशः. दन्तिदकारस्य स्थाने मूर्धन्य डकारः आयाति. कस्य प्रभावेण? डकारस्य प्रभावेण. मूर्धन्य प्रभावेण दन्त्यदकारस्य स्थाने मूर्धन्य डकारादेशः भवति. केन सूत्रेण? स्तोः स्टुः अद्यतन अद्यतन इदानीम् अहमेव खलु अद्यतनवर्गस्य इदमेव. तत् इदानीं सूत्रत्रयमस्ति, स्टुनाष्टुः तोहोषि नापदान्तात् तोरणाम् इति मनसि भवति चेत् आहत्य तत्र स्टुत्वसन्धिः तत्र स्तोहुष्टुनाष्टुः शात् इति सूत्रद्वयमस्ति. पूर्वं तालविषकारः अस्ति चेत् न भवति प्रश्नः. स्तोहुष्टुनाष्टुः शात् अत्र सूत्रत्रयमस्ति, स्टुनाष्टुः तोहोषि नापदान्तात् तोरणाम् इति सूत्रत्रयम् अवगच्छामः चेत् अस्माकं न कदापि दोषः भवति. समीचीनं वा? अस्तु, इति समयः जातः. अद्यतनविषयः अस्ति आसीत् सूत्रमपि कार्यं करोति उड्डयनं न तत्र अत्र केवलं विधायकसूत्रं स्टुनाष्टुः. अत्र तोहोषि न करोति यतो हि स्थितिः नास्ति. नवदान्तात् तोरणामिति किन्तु मनसि निधाय परिशीलनीयमस्ति खलु, कुत्र कुत्र भवति कुत्र न भवति. अस्तु, बहु समीचीनमस्ति. अग्रिमे सताहे तत्र जष्टुसन्धिः भविष्यति, जष्टुसन्धिः. अस्तु, धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः. नमस्कारः.